अस्तु, तर्हि अस्माकं विषयः अस्ति हलन्तशब्दाः. अत्र अस्माकं करपत्रमस्ति, अपि च अत्र गीतसोपानस्य द्वितीयभागः अपि अस्ति. एतावता वयम् अधीतवन्तः कर्मशब्दपर्यन्तं, कर्मन् नकारान्त नपुंसकलिङ्गशब्दः पर्यन्तं. तत्र पुल्लिङ्ग नाम कथनस्य आशयः एवं यत् पुल्लिङ्गक्षेत्रे स्त्रीलिङ्गक्षेत्रे प्रायः यः कोऽपि शब्दः आगच्छेत् अस्माकं जीवने, तं शब्दं वयं जानीमः. शब्दं जानीमः इत्युक्ते शब्दरूपाणि जानीमः. उदाहरणार्थं वदामि, अत्र नकारान्तशब्दः अस्ति, तत्र पुल्लिङ्ग नकारान्तशब्दः अस्ति चेत् तत्र अस्माकं शब्दत्रयमस्ति खलु, आत्मन् राजन् गुणिन्. त्रिषु मध्ये त्रिषु शब्देषु तत्र अन्यतमः स्यात् यः कोऽपि नकारान्तशब्दः. विरलतया एव कोऽपि शब्दः आगच्छति यः तथा नास्ति. वक्तव्यमस्ति वस्तुतः चत्वारः शब्दाः सन्ति, तत्र भवत् शब्दः अपि अस्ति खलु. भवत् शब्दः वस्तुतः आत्मन् इव अस्ति, यतोहि प्रथमपञ्चरूपाणि भिन्नानि सन्ति, अपि च भवान् तत्र आकारः अस्ति खलु, भवान् भवन्तौ भवन्तः भवन्तं भवन्तौ, अत्र आत्मा आत्मानौ आत्मानः आत्मानम् आत्मानौ, अतः साम्यमस्ति. अस्मिन् सप्ताहे अहं प्रेषितवान् महत् शब्दः, तत्र कश्चन भेदः अस्ति इति अवगन्तव्यमस्ति, यतोहि महत् शब्दः सामान्यशब्दः अस्ति, तत्र आकारः अस्ति सर्वत्र. पश्यन्तु, भवान् भवन्तौ भवन्तः खलु, किन्तु महान् अस्ति महान्, महान्तौ महान्तः, महान्तं महान्तौ महतः, महतः इत्यस्मात् आरभ्य भवत् शब्द इव भवति. महतः, महता, महद्भ्यां, महद्भिः इत्यादीनि रूपाणि सन्ति. अस्तु, तर्हि अस्मिन् अवधानं भवेत्. अस्तु, समीचीनमस्ति. तर्हि विर्जिन्यसुब्रह्मण्यमहोदय, तत्र राजन् इति वदति वा? राजन्, राजन् राजा, राजानौ राजानः, राजानं राजानौ राज्ञः, राज्ञा राज्ञाभ्यां राज्ञाभ्यः राज्ञाभिः. न, अत्र तथा नास्ति. अत्र यत्र प्रत्ययः एकस्मिन् सप्ताहे अहं पश्यतवान् एकस्मिन् सप्ताहे शृणोतु कथम् अवगन्तव्यमस्ति. एकस्मिन् सप्ताहे अहं प्रेषितवान् प्रत्ययाः, प्रत्ययरूपाणि, तत्र अवश्यं अस्मिन् विषये चिन्तनीयमस्ति, प्रत्ययस्य प्रथमवर्णः कः. अत्र पञ्चरूपाणां पञ्च रूपाणाम् अनन्तरं यानि रूपाणि सन्ति, तत्र पञ्चरूपपर्यन्तं पञ्चरूपपर्यन्तं तत्र भिन्नचिन्तनमस्ति, किन्तु षष्ठरूपमस्ति, ततः आरभ्य प्रत्ययस्य आरम्भे स्वरः अस्ति अथवा व्यञ्जनम् इत्यस्य आधारेण भेदः भवति. अतः यतोहि भ्यां भिः तत्र भकारः अस्ति, तत्र यः परिवर्तनं जातमस्ति ञ तत्र नास्ति. ञ केवलं तत्र प्रत्ययस्य आरम्भे यः स्वरः अस्ति तत्र भवति, नो चेत् न. अस्तु, अग्रे शृणोतु. राजा, राजानौ राजानः, राजानं राजानौ राज्ञः, राज्ञा राजभ्यां राजभिः, राज्ञे राजभ्यां राजभ्यः, राज्ञः राजभ्यां राजभ्यः, राज्ञः राज्ञोः राज्ञां राज्ञि या राजनी राज्ञोः राजसु इति अस्ति, इति रूपाणि सन्ति. अस्तु, समीचीनम्. इति इति राजन् इति शब्दः अस्ति. इदानीं सर्वे तथा न सन्ति खलु, इति आत्मनपि भिन्नमस्ति, गुणेनपि भिन्नमस्ति. अपि च एतत् वदनस्य यथा सामान्यम् अस्माभिः न द्रष्टव्यमस्ति, यतोहि सप्ताहस्य समये तत्र अस्माकम् अभ्यासः भवति. इदानीं दर्शनेन विना अस्माभिः वक्तव्यमस्ति. अस्तु, गुणिन् इति मासचुसेट्स् सुब्रह्मण्यं वदति वा? गुणिन् महोदय, गुणि गुणिनौ गुणिनः गुणिनं गुणिनौ गुणिनः गुणिना गुणिभ्यां गुणिभिः गुणिने गुणिभ्यां गुणिभ्यः गुणिनः गुणिभ्यां गुणिभ्यः गुणिनः गुणिनोः गुणिनां गुणिनि गुणिनोः गुणिषु. बहु समीचीनमस्ति. वयं चिन्तयितुं शक्नुमः यत् गुणेन इति सामान्यशब्दः, तत्र अपवादः किमपि नास्ति, सर्वत्र तथैव भवति. गुण तत्र परिवर्तनं नास्ति, प्रथमपञ्चसु अपि परिवर्तनं नास्ति, अनन्तरम् अग्रे अपि प्रत्ययस्य आरम्भे स्वरः व्यञ्जनं वा चेत् अपि समयः परिवर्तनं नास्ति. राजन् तथा नास्ति, आत्मन् अपि तथा नास्ति. अस्तु, सन्ध्या भगिनी वदति वा आत्मन् शब्दः? अपि मम दूरवाणी समीचीनं कार्यं न करोति, तर्हि यदि न वदामि मृतवान् मम दूरवाणी. किं किन्तु इदानीं सम्यक्तया श्रूयते भगिनि? ओ ओके, नाम किं भवत्याः बेटरि इति समस्या वा? नो नो, बेटरि नास्ति, मम स्क्रीन् ब्रोकन् अस्ति, तर्हि यदि अहं न वदामि. आत्मन् आत्मन् आत्मानौ आत्मनः आत्मानम् आत्मानौ आत्मनः आत्मना आत्मभ्याम् आत्मभिः आत्मने आत्मभ्याम् आत्मभ्यः आत्मनः आत्मभ्याम् आत्मभ्यः आत्मनः आत्मनोः आत्मनाम् आत्मनि आत्मनोः आत्मसु. बहु समीचीनमस्ति. केवलं तत्र एकमेव अस्ति, तत्र प्रथमाविभक्तौ एकवचने आत्मा अस्ति, न तु आत्मन्. भवती तु जानाति प्रायः, तत्र प्रथमरूपमस्ति आत्मा आत्मा, यत्र प्रादेशिकभाषासु प्रायः सर्वत्र आत्मा इति एव शब्दः अस्ति खलु. हिन्दीभाषायां न जाने, किन्तु तत्र तेलुगु इत्यादि तत्र दक्षिणभारते अपि तत् आत्मा इति, कन्नडा अपि आत्मा अस्ति खलु, आत्मा. तत्र बहुत्र प्रथमाविभक्तौ एकवचनान्तं रूपं यत् अस्ति तत् स्वीकृत्य भवति बहुत्र, यथा राजा अपि अस्ति, सर्वत्र राजा राजा इति वदन्ति आधुनिककाले. अस्तु, अपि च गुणी, तर्हि आत्मा इति अस्ति, आत्मा आत्मानम्. अस्तु, समीचीनमस्ति. अन्य कोऽपि मध्ये आगतवान् वा? आम् महोदय, पद्मा आगच्छति. अस्तु भगिनि, हा स्वागतम्. अस्तु, तर्हि इतः अग्रे सरेम. अधुना अशिल्पा भगिनी, तत्र विद्वस् इति वदति वा, तत्र सकारान्त पुल्लिङ्गशब्दः विद्वस्. क्षम्यतां महोदय, अहं कण्ठस्थ अहम् अभ्यासं न करवाम् अस्मिन् सप्ताहे. अस्तु अस्तु अस्तु, नास्ति चिन्ता भगिनि. हा अस्तु अग्रे, तर्हि पद्मा भगिनी वक्तुमिच्छति वा सकारान्त विद्वस् शब्दः? अस्तु अस्तु, तत्र विजिन्यमहोदय, तत्र सुब्रह्मण्यमहोदय तत्र वदति वा महोदय? हा अस्माकं तत्र दर्शनेन विना विद्वस् शब्दः, सकारान्त विद्वस् शब्दः वदति वा? विद्वान् विद्वांसौ विद्वांसः विद्वांसं विद्वांसौ विदुषः विदुषा विद्वभ्यां विद्वद्भिः विदुष्ये विद्वद्भ्यां विद्वद्भ्यः विदुषः विद्वद्भ्यां विद्वद्भ्यः विदुषः विदुषौ विदुषां विदुषि विदुषोः विद्वत्सु विद्वत्सु. विद्वत्सु बहु समीचीनमस्ति. हा हा, तत्र विदुषोः अस्ति द्विवचने, तत्र उभयत्र षष्ठी सप्तमी च. अस्तु, बहु समीचीनमस्ति. तत्र यथा सामान्यं प्रादेशिकभाषासु विद्वान् इति सामान्यशब्दः अस्ति अस्माकं, विद्वान्. अन्यत्र सर्वत्र सकारः अन्ते अस्ति, यतोहि सकारान्तशब्दः अस्ति, सकारस्य कार्यं भवति सर्वत्र. कुत्रचित् सकारस्य स्थाने षकारः भवति. षकारः कुत्र भवति, कस्यां दशयां सकारस्य स्थाने षकारः, कोऽपि वदति वा? राज्ञः भवति तत्रैव सकारं षकारं भवति. हा हा, तत्र नाम प्रत्ययस्य आरम्भे स्वरः अस्ति, न तु व्यञ्जनं. यत्र हल् वर्णः तत्र अत्र अच् वर्णः, अच् नाम स्वरः इत्युक्ते अच् वर्णः खलु, यथा अजन्तशब्दः. अनन्तरं व्यञ्जनम् इत्युक्ते हल्, यथा हल् हलन्तशब्दः. तर्हि यत्र प्रत्ययस्य आरम्भे अच् वर्णः अस्ति तत्र सकारस्य स्थाने मुजनषकारः इति एकमस्ति. अन्यत्र सर्वत्र दकारः, किन्तु अन्ते तत्र दकारस्य स्थाने तकारः भवति, विद्वत्सु. तत्रापि नियमः अस्ति, इदानीं मास्तु, केवलं रूपं जानातु, अनन्तरम् अग्रे कदाचित् वक्ष्यामि. अपि च तत्र प्रथमपञ्चरूपाणि भिन्नानि सन्ति. यथा भवत् शब्दः अपि तथा, आत्मन् शब्दः अपि तथा, राजन् शब्दः अपि तथा. कुत्रचित् प्रथमपञ्चरूपाणि भिन्नानि, तत्र सार्वनामस्थानसंज्ञक प्रत्ययाः भवन्ति. अस्तु, समीचीनमस्ति. तर्हि अग्रे सरेम. अपि च अन्यत्र पुल्लिङ्गे स्त्रीलिङ्गे च साम्यम् अस्ति खलु, सामान्य तत्र यत्र जकारान्तः शब्दः अस्ति, दकारान्तः, तकारान्तः, चकारान्तः, तत्र साम्यमस्ति सर्वत्र. यथा स्त्रियां वाक् वाचो वाचः, वाचं वाचो वाचः, तथैव सरित् सरित् सरितौ सरितः. अपि च पुल्लिङ्गे मरुत् मरुतौ मरुतः, सुहृद् सुहृद्धौ सुहृदः. सामान्य स्थितिः सा एव. अस्तु अग्रे, तर्हि अधुना दिश् शकारान्त स्त्रीलिङ्गशब्दः दिश्, दिश् शब्दः, तत्र मेसचूसेट्स् सुब्रह्मण्यमहोदय वदति वा? दिश् दिश् सकारान्तस्त्रीलिङ्गशब्दः दिक्, दिशौ दिशः, दिशं दिशौ दिशः, दिशा दिग्भ्यां दिग्भिः दिशे दिग्भ्यां दिग्भ्यः दिशः दिग्भ्यां दिग्भ्यः दिशः दिशोः दिशां दिशि दिशोः दिक्षु. बहु समीचीनमस्ति. पुनः तदेव अस्ति तत्र यत्र यत्र यत्र स्वरस्य आरम्भे प्रत्ययस्य आरम्भे तत्र अच् वर्णः अस्ति तत्र षकारः तिष्ठति एव. अनन्तरं यत्र आरम्भे हल् वर्णः अस्ति तत्र भेदः अस्ति. भ्यां भिः भ्यां भिः भ्यां भिः क्षम्यतां भ्यां भिः भ्यां भ्यः भ्यां भ्यः अनन्तरं सु अन्ते सु अस्ति हस्सकारः अस्ति. अस्तु बहु समीचीनमस्ति. तर्हि अग्रे सन्ध्या भगिनी वक्तुमिच्छति वा तत्र आशिष् शब्दः आशिष् मुण्डनषकारान्त आशिष् आशिः आरम्भे आशीः अस्ति आशीः आशीः आशिषो आशिषः आशिषम् आशिषम् आशिषौ आशिषः आशिषा आशिभ्याम् आशिभिः आशिषे तत्र दीर्घिकारः अस्ति खलु आशीर्भ्याम् आशीर्भिः. अस्तु अग्रे आशीभ्याम् आशीभिः आशिषे तत्र रेफा अस्ति खलु आशीर् आशीर्भ्याम् इति वदतु आशीर्भ्याम् आशीर्भिः आशिषे आशीर्भ्याम् आशीर्भ्यः आशिषः आशीर्भ्याम् आशीर्भ्यः आशिषः आशिषोः आशिषाम् आशिषाम् आशिषि आशिषोः आशिषु आशिषु आशिषु अथवा आशीषु इति रूपद्वयम् आशीषु. बहु समीचीनमस्ति. अत्र अस्माकं मनसि एतदपि स्यात् यत् तालव्यषकारस्य अपि च मूर्धन्यषकारस्य उच्चारणभेदः अस्ति. बहुत्र बहुषु तत्र प्रादेशिकभाषासु तादृशभेदः न क्रियते किन्तु भेदः अस्ति एव. तत्र तालु इति मुखे स्थानमाधारीकृत्य उच्चारणभेदः अस्ति. अत्र मुखे तालु अस्ति मूर्धा अस्ति तालु अस्ति यः भागः मुखे मुखस्य अन्तः उपरि यत् स्थानमस्ति दन्तानां पृष्ठतः साक्षात् पृष्ठतः यः भागः अस्ति तस्य नाम तालु. आङ्ग्लभाषया हार्ड् प्यालेट् इति वदामः हार्ड् प्यालेट् इति तालु अस्ति. अनन्तरं पुनः तस्य पृष्ठभागे पुनः गत्वा तत्र मूर्धा इति वदामः मूर्धा इति शिरः इति अर्थः अथवा क्रान् इति अर्थः अस्ति किन्तु अत्र आङ्ग्लभाषया तत् साफ्ट् प्यालेट् इति पुनः पृष्ठभागे गच्छामश्चेत् तत्र प्राप्नुमः. अतः शालविषकारः श अत्र जिह्वा अग्रे अस्ति श अग्रे अस्ति अनन्तरं पृष्ठभागे पूर्णतया पृष्ठभागे गत्वा तत्र ष ष ष तर्हि तालव्य ष मूर्धन्य ष ष तत्र उच्चारणभेदः अस्ति खलु. सन्ध्या भगिनी एकवारं वदतु ष ष हा हा पुनः इतोपि पृष्ठभागे जिह्वा ष इतोपि पृष्ठभागे पृष्ठभागे इत्युक्ते पदे हा इत्युक्ते पृष्ठभागिन पुनः इतोपि बेक् आल् द वे इन् द बेक् आल् द वे इन् द बेक् आफ़् द माउथ् ओ यावत् यावत् पृष्ठभागे गन्तुं शक्यते तालव्य षकारः मूर्धन्य ष ष षकारः अतः कृष्णः कृष्ण कृष्ण कृष्ण नास्ति कृष्ण इति नास्ति कृष्ण अस्ति कृष्ण हा कृष्ण तत्र मूर्धन्य षकारः अनन्तरं मूर्धन्य तत्र अण अण अपि तत्रैव अस्ति अपि च तत्र कृष्णशब्दे मूर्धन्यणकारः अस्ति यतोहि नाम कारणमस्ति मूर्धन्यषकारः यत्र वयं तु जानीमः णत्वमस्ति यत्र पूर्वं रेफः अस्ति अथवा मूर्धन्यषकारः तत्र नकारस्थाने णकारः भवति खलु नकारस्थाने णकारः हा तर्हि कृष्णशब्दे मूर्धन्यषकारस्य प्रभावेन नकारः णकारः जातः तथैव अस्तु समीचीनं शिल्पा भगिनी वदतु एकवारं तालव्यषकारः मूर्धन्यषकारः श्रूयते अस्तु तालव्यषकारः सा मूर्धन्यषकारः हा षा षा समीचीनमस्ति अस्तु पद्मा भगिनी वदतु भगिनी अस्ति वा अस्तु समीचीनं भगिनी पुनः वदतु तालव्यमूर्धन्य इति वदतु तालव्य येन अहं ज्ञातुं शक्नुमः शक्नोमि यत् कः किम् अस्ति तालव्यषकारः मूर्धन्यषकारः इति वदतु किन्तु तालव्यमूर्धन्य इति वदतु तालव्यषकारः श मूर्धन्यषकारः ष अस्तु समीचीनं मेसचूसेट्स् सुब्रह्मण्यं महोदय तालव्य षकारः श मूर्धन्य षकारः श अस्तु अस्तु अस्ति अस्तु अग्रे सरेम तर्हि इदानीं अप्सरस् सकारान्तशब्दः तत्र विजय सुब्रह्मण्यं महोदय तत्र वदति वा न महोदय अस्तु मेसचूसेट्स् सुब्रह्मण्यं महोदय वदति वा अप्सरस् प्रयत्नं करोमि महोदय अप्सराः अप्सरसौ अप्सरसः अप्सरसम् अप्सरसौ अप्सरसः अप्सरसा अप्सरोभ्याम् अप्सरोभिः अप्सरसे अप्सरोभ्याम् अप्सरोभ्यः अप्सरसः अप्सरोभ्याम् अप्सरोभ्यः अप्सरसः अप्सरसोः अप्सरसाम् अप्सरसि अप्सरसोः अप्सरसु बहु समीचीनमस्ति बहु सम्यक् अस्ति महोदय अत्र पश्यन्तु सर्वे पश्यन्तु महत् कार्यं नास्ति तत्र प्रवृत्तिः इत्युक्ते ट्रेण्ड् इति दृष्ट्वा वयं सुलभतया ज्ञातुं शक्नुमः अत्र पश्यन्तु यत्र सकारः अस्ति सकारान्तशब्दः अप्सरस् इव अप्सरस् इव सकारान्तशब्दः अस्ति तत्र सर्वत्र सकारः अस्ति किन्तु यत्र भ्याम्भ्यः भवति तत्र सकारस्थाने ओकारः अप्सरोभ्याम् अप्सरोभिः ओकारः भवति तावदेव अस्ति अन्यत् किमपि नास्ति अनन्तरं यथा अग्रे पश्यन्तु अत्र वयं न कृतवन्तः तावता किन्तु अग्रे मनस् शब्दः अस्ति मनस् तत्र तथैव अस्ति सकारः अस्ति अन्ते मनस् अतः अस्मिन् सप्ताहे यदा कुर्मः तत्र ध्यानं कुर्वन्तु, अस्मिन् अवधानं तत्र भवेत्। अत्रापि तथा सकारः सर्वत्र अस्ति, किन्तु भ्यांभिः तत्र ओकारः अस्ति, मनोभ्यां मनोभिः, अप्सरोभ्याम् अप्सरोभिः, मनोभ्यां मनोभिः सकारः अस्ति। अनन्तरं यत्र मुडन्यषकारः अस्ति, यथा आशिष, तत्र रेफः भवति, आशीर्भ्याम् आशीर्भिः, तत्र ओकारः न भवति अपि तु रेफः, आशीर्भ्याम् आशीर्भिः, खलु? अत्र नपुंसकलिङ्गे तत्र पश्यन्तु धनुष् षकारान्तशब्दः अपि तथा अस्ति, धनुर्भ्यां धनुर्भिः रेफः अस्ति, रेफः अस्ति। अतः सामान्यव्यवस्था तत्र तालवेषकारः तथा नास्ति दिग्भ्यां दिग्भिः, किन्तु यत्र षकारः अस्ति, यत्र तालवेषकारान्तशब्दः अस्ति, क्षम्यतां, मुदनषकारान्तशब्दः अस्ति, तत्र रेफः साधारणतया भवति, यत्र आरम्भे हवर्णः अस्ति, धनुर्भ्यां धनुर्भिः, आशीर्भ्याम् आशीर्भिः, अपि च सकारः अस्ति चेत् ओकारः भवति, अप्सरोभ्याम् अप्सरोभिः, मनोभ्यां मनोभिः। यदि मनसि भवति चेत् न कापि कठिनता स्यात्। हा अस्तु, तर्हि अग्रे सरेम। इदानीं सन्ध्या भगिनी, तत्र तकारान्त जगत् शब्दं जानाति वा? तकारान्त जगत् शब्दं जगत् अहं न कृतवती जगत्। अस्तु अस्तु, नास्ति चिन्ता। अद्य अस्मिन् सप्ताहे कर्मन् शब्दपर्यन्तं वयं कृतवन्तः, किन्तु अन्य कोऽपि वदति वा? सन्ध्या भगिनी वदति वा? आगच्छमितां पद्मा भगिनी, जगत् जानाति वा? प्रयत्नं करोमि। जगत् जगति जगन्ति जगत् जगति जगन्ति जगता जगद्भ्यां जगद्धि जगते जगद्भ्यां जगद्भिः। हा समीचीनं, जगद्भ्यां जगद्भिः जगते जगद्भ्यां जगद्भ्यः जगतः जगद्भ्यां जगद्भ्यः जगतः जगतोः जगत्तां जगति जगतोः जगत्सु। बहु सम्यक् अस्ति। इदानीं केवलं भेदः कः इति प्रथमाविभक्तौ, नाम नपुंसकलिङ्गे जगत् इति नपुंसकलिङ्गशब्दः अस्ति खलु, नपुंसकलिङ्गे प्रथमाविभक्तौ द्वितीयविभक्तौ च रूपाणि भिन्नानि सन्ति, यथा मरुत् मरुतौ मरुतः मरुतं मरुतौ मरुतः इति रूपाणि सन्ति खलु, अनन्तरं सरित् अपि तथा सरित् सरितौ सरितः सरितं सरितौ सरितः, किन्तु जगत् तथा नास्ति, यतोहि नपुंसकलिङ्गशब्दः अस्ति। जगत् जगति जगन्ति जगत् जगति जगन्ति इति रूपाणि सन्ति। अनन्तरम् अग्रे यथा सामान्यं सर्वेषां शब्दानां व्यवस्था तथा, जगता जगद्भ्यां जगद्भिः, सरिता सरिद्भ्यां सरिद्भिः, मरुता मरुद्भ्यां मरुद्भिः इति रूपाणि सन्ति। अस्तु समीचीनं, तर्हि नपुंसकलिङ्गशब्दः अस्ति चेत् केवलं प्रथमाविभक्तौ द्वितीयविभक्तौ च रूपाणि भिन्नानि सन्ति। अस्तु, अग्रे कर्मन् शब्दः, तत्र शिल्पा भगिनी वक्तुमिच्छति वा? तत्र प्रायः जानाति खलु कर्मन् शब्दः नकारान्तः। क्षम्यतां, कर्मणि अत्र केवलम् एकः भेदः अस्ति, कर्म कर्मणि तत् बहुवचने किमस्ति? कर्मणि कर्माणि, तत्र आकारः भवति कर्म कर्म अपि च तत्र द्विवचने दीर्घकारः अस्ति, कर्म कर्मणि कर्माणि. ओके, कर्म कर्मणि कर्माणि. अग्रे जानीति, अग्रे समानमस्ति. कर्मणं कर्मणि अत्र भवत्याः कश्चन दोषः अस्ति. दोषः बहु समीचीनदोषः अस्ति. कर्मणं यत् भवती उक्तवती बहु समीचीनदोषः अस्ति, यतोहि अस्मान् स्मारयति. किम् अस्मान् स्मारयति? यत् यः कोऽपि शब्दः भवतु नाम, यः कोऽपि शब्दः भवतु नाम, नपुंसकलिङ्गशब्दः अस्ति चेत् प्रथमाविभक्तौ द्वितीयविभक्तौ रूपाणि समानानि सन्ति. वनं वने वनानि, वन वने वनानि. यत् कोऽपि शब्दः अस्ति, पुनः वदतु आरम्भतः. आरम्भतः कर्म कर्मणि कर्मणि कर्म कर्माणि कर्म कर्मणि कर्माणि कर्मणा कर्मभ्यां कर्मभिः कर्मणे कर्मभ्यां कर्मभ्यः कर्मणः कर्मभ्यां कर्मभ्यः कर्मणः कर्मणोः कर्मणां कर्मणि कर्मणि कर्मणोः कर्मसु. सम्यक्. चतुर्थी उक्तवती न वा इति न जानामि, किन्तु रूपाणि समीचीनानि सन्ति. चतुर्थी कर्मणे कर्मभ्यां कर्मभ्यः. समीचीनं. हा अस्तु, तर्हि सारांशः एवम् अस्ति यत् नपुंसकलिङ्गशब्दः अस्ति चेत् तृतीया विभक्तिः इत्यस्मात् आरभ्य तृतीयविभक्तिः इत्यस्मात् आरभ्य रूपाणि यथावत् सन्ति. यथावत् नाम तत्र परिवर्तनं नास्ति. पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे रूपाणि समानानि तृतीयविभक्तिः इत्यस्मात् आरभ्य. लिङ्गम् आधारीकृत्य भेदः नास्ति. प्रथमविभक्तौ द्वितीयविभक्तौ च नपुंसकलिङ्गशब्दः अस्ति चेत् रूपाणि भिन्नानि. अपि च तत्र प्रथमविभक्तौ द्वितीयविभक्तौ च तत्र परिवर्तनं नास्ति. तर्हि पश्यन्तु, जगत् जगति जगन्ति, कर्म कर्मणि कर्माणि, धनुः धनुषी धनुंषि, मनः मनसि मनांसि, तत्र सर्वत्र रूपाणि समानानि. द्विवचने स्वरः दीर्घः अस्ति, बहुवचने तत्र स्वरः ह्रस्वः अस्ति. अपि च मध्ये बहुत्र मध्ये परिवर्तनमस्ति, यथा कर्म तत्र कर्मन् शब्दस्य कर्माणि, धनुःशब्दस्य धनूंषि, तत्र दीर्घकारः अस्ति मध्ये. अपि च मनश्शब्दस्यकारस्य तत्र मनांसि, तत्र आकारः मध्ये. बहुवचने मध्ये दीर्घः अथवा परिवर्तनं भवति, अपि च द्विवचने तत्र अन्ते दीर्घत्वम् अस्ति. जगत् शब्दस्य तथा किमपि नास्ति, जगत् जगति जगन्ति इति. अस्मिन् सप्ताहे केवलं शब्दद्वयम् अवशिष्यते. षकारान्त धनुष् शब्दः, सकारान्तः मनस् शब्दः. अनन्तरं सामान्यहलान्तशब्दाः ज्ञाताः स्युः अस्माभिः. अतः अस्मिन् सप्ताहे शब्दद्वयम् अपि च यः कोऽपि शब्दः सम्यक्तया न स्मृतः अस्माभिः, तस्मिन् नाम सर्वेषाम् अभ्यासं कुर्वन्तु अस्मिन् सप्ताहे. केवलं यदा एकवारम् अभ्यासः भवति तदा सर्वेषां शब्दानां रटनं भवितुमर्हति. यथा प्रातःकाले दशसु निमेषेषु, केवलं दशनिमेषाः अपेक्षिताः प्रातःकाले अथवा सायङ्काले, यदा काले अपि अवकाशः अस्ति. रटनं भवतु प्रतिदिनं, प्रतिदिनं दशनिमेषान् यावत् तत्र रचनं करोति चेत् तत्र सर्वे तत्र एवं वक्तव्यमस्ति, जकारान्त वनेज् पुल्लिङ्गशब्दः जकारान्त वनिज् पुल्लिङ्गशब्दः वनिक् वनिजौ वनिजः वनिजं वनिजौ वनिजः वनिजा वनिभ्यां वनिभिः इत्यादि. अनन्तरं सुहृद् दकारान्त पुल्लिङ्गशब्दः अथवा दकारान्त पुल्लिङ्गशब्दः इत्यजतु केवलं सुहृद् सुहृद् सुहृदौ सुहृदः इत्यादि निरूपाणि सन्ति. एकवारं सर्वे कुर्वन्ति चेत् प्रतिदिनं तर्हि न कोऽपि क्लेशः स्यात्. अस्तु अग्रे सरेम. अत्र पुस्तके कुत्र पर्यन्तं प्राप्तं कथा समाप्ता खलु, कथा समाप्ता अस्ति चतुर्दशे पुटे. तत्र शब्दाः दीयन्ते, एतत् सर्वं वयं तु जानीमः एव, किन्तु केचन नूतनशब्दाः सन्ति. अस्तु तर्हि वदामः एकवारं. तत्र पद्मा भगिनी पठति वा अत्र प्रातिपदिकम् इत्युक्ते मूलरूपं खलु प्रातिपदिकं चतुर्दशे पुटे. हा पठतु. वाच् वाक् स्त्रीलिङ्गशब्दः चकारान्तस्त्रीलिङ्गशब्दः एकवचनं वाक् वाचौ वाचः सरित् सरित् स्त्रीलिङ्गतकारान्तशब्दः सरित् सरितौ सरितः ताडित् तकारान्तस्त्रीलिङ्गशब्दः ताडित् ताडितौ ताडितः विद्युत् स्त्रीलिङ्ग तकारान्तशब्दः विद्युत् विद्युतौ विद्युतः जगत् नपुंसकलिङ्ग तकारान्तशब्दः जगत् जगति जगन्ति वियत् नपुंसकलिङ्ग तकारान्तशब्दः वियत् वियति वियन्ति विपत् वियत् इत्युक्ते वियत् इत्युक्ते क्षम्यतां महोदय शब्दार्थः जानाति वा? कोऽपि वदति वा? आकाशः इति अर्थः आकाशपयनम् आकाशः इति वियत् शब्दस्य अर्थः आकाशः वियत् शब्दः. अस्तु अग्रे. विपद् स्त्रीलिङ्गदकारान्तशब्दः विपद् विपत् विपदौ विपदः विपद् विपद् अर्थं प्रमादम् सत्यं काठिन्यं कठिन् आपत् पुनः काठिन्यं या प्रमादं भवति स्त्रीलिङ्गतकारान्तशब्द आपत् आपदौ आपदः. तर्हि विपत्तिः अपि समानमस्ति अर्थः आपद् अथवा विपत् आपदः सम्पत् धनं सम्पत् सम्पदौ सम्पदः परिषत् दकारान्तस्त्रीलिङ्गं परिषत् परिषदौ परिषदः परिषद् इति सर्वे जानन्ति वा? सामूहिकं सामूहिकं समितिः इति पर्याय परिषद् इति सामान्यशब्दः अस्ति भारते, किन्तु सन्ध्या भगिनी जानन्ति वा परिषद् इन्स्टिट्यूशन्? येषां जन्म जातम् अस्ति अस्मिन् देशे न जानीयुः. परिषद् यत्र यत्र षड् तत्र मेलनम् औपचारिकरूपेण यत्र मेलनं भवति परिषद् अथवा समितिः तत्र कमिति अथवा काङ्ग्रेस् इति नाम यत्र सर्वकारस्य अथवा संस्थायाः मेलनं जनानाम् एकत्र मेलनं भवति परिषद् अथवा समितिः इति वदन्ति. अस्तु, परिषद् इति स्त्रीलिङ्गशब्दः. अस्तु, रूपाणि वदतु भगिनि. परिषद् परिषत् परिषदौ परिषदः. अस्तु, समीचीनं. शिल्पा भगिनी अग्रे वदतु. नाम, क्षम्यतां, नामन् नपुंसलिङ्गं, नाम नामनि नामानि नकरान्तः, कर्मण् नपुंसलिङ्गं, कर्म कर्मणि कर्माणि. प्रश्नः अस्ति अत्र नामन् इति नकारान्तशब्दः अस्ति. अग्रे गत्वा तत्र अस्माकं अस्तु, वस्तुतः प्रश्नः नास्ति एव. नाम यत्र यत् मनसि एतत् अवधातव्यमस्ति यत् अस्माकं करपत्रे तत्र तकारान्तशब्दः जगत् अस्ति, नकारान्तशब्दः कर्मन्, षकारान्तः धनुः, सकारान्त मनस् शब्दः. अतः नामन् इति शब्दः नास्ति खलु करपत्रे, नामन् इति शब्दः नास्ति, किन्तु नकारान्तः सन्, नकारान्तशब्दः सन् तत्र कर्मन् इति शब्दः इव भवति इति एतावत् अस्ति. नाम यदि अभिज्ञानं भवति, रेकग्निशन् इति अभिज्ञानं भवति अस्माकं यत् अस्तु नामन् कर्मन् इव स्यात्, तर्हि अस्माकं क्लेशः नास्ति. यतोहि यावन्तः शब्दाः हलन्तशब्दाः सन्ति लोके, ते सर्वे शब्दाः अस्माकं करपत्रे न सन्ति, किन्तु कस्यचित् साम्यं स्यात्. नामन् तु तत्र नास्ति, किन्तु कर्मन् अस्ति खलु, अतः जानीमः. कोऽपि प्रश्नः? अस्तु, अग्रे शिल्पा भगिनी अग्रे पठतु. स्त्रीलिङ्गे दिक् दिक् दिशौ दिशः, शक् शकारान्तः, तालव्यशकारान्तः, आशीष् आशीष् स्त्रीलिङ्गे आशीषौ आशिषौ आशिषः, मूर्धन्यशकारन्तः, धनुष् नपुंसलिङ्गे, धनुः धनुषि धनुषि, मूर्धन्य शकारन्तः, चक्षुम् नपुंसलिङ्गे, चक्षुंषि. शब्दस्य अर्थः कः? अर्थः चक्षु न स्मरामि. भारते सर्वे जानन्ति एव, येषां जन्म जातम् अत्र न जानीयुः, अतः पृष्टवान्. तत्र नेत्रमिति अस्ति, नेत्रं सामान्यशब्दः अस्ति, भारते सामान्यशब्दः अस्ति. हा, नेत्रमिति चक्षुः. अस्तु, अग्रे. मनस् नपुंसलिङ्गे, मनः मनसि मनांसि, स्वकरान्तः, सरस् नपुंसलिङ्गे, सरः सरसि सरांसि, स्वकरं. सरस् इति अतः सरः कोऽपि वदति वा? सरिता सरोवरं, सरोवरं इति सामान्यतया वदामः इति अर्थः. तर्हि सरस् इति शब्दः तत्र तकारान्तजगत्, नकारान्तकर्मन्, षकारान्तधनुष् अथवा सकारान्तमनस् कस्य शब्दस्य साम्यं भवति? सरस् शब्दस्य सरस् मनसि वा? हा, मनसि वा अस्ति, समीचीनम्, अस्तु अस्तु, समापयतु भगिनि अग्रे. स्त्रोतं नपुंसलिङ्गे, स्रोतस्, क्षम्यतां, स्रोतस् नपुंसलिङ्गे, स्त्रोतः, स्त्रोतसि, स्त्रोतांसि, स्रोतांसि सकारान्तशब्दः. श्रोतम्, श्रोतम् इत्युक्ते मूलं, मूलं. हा, अस्तु, तर्हि अत्र श्रोतस् इति केन सदृशमस्ति? पुनः प्रश्नं वदतु. तत्र केन सदृशमस्ति तत्र श्रोतशब्दः, कस्य शब्दस्य सादृश्यं? श्रोतस् मनसि वा अस्ति? मनसि वा अस्ति, सम्यक्. अस्तु, अग्रे सरेम. तत्र मासचूसेट्स् सुब्रह्मण्यमहोदयस्य अग्रे व्यासः. अभ्यासः रिक्तस्थानानि पूरयत. एकवचनं, द्विवचनं, बहुवचनं. विद्युत्, विद्युतौ, विद्युतः. आशीः, आशिषौ, आशिषः. बहुवचनं श्रोतांसि. प्रातिपदिकमस्ति श्रोतस्, श्रोतः, श्रोता, श्रोतसि, श्रोतांसि. द्विवचनं दिशौ. प्रातिपदिकमस्ति दिक्, दिशः. प्रातिपदिकमस्ति दिश्, दिक्, दिक्, दिशौ, दिशः. चक्षुः, चक्षुषि, चक्षूंषि. एकं वदामि, कस्यचित् ध्वनिः वारं भवति, किञ्चित् सावधानतया इतस्ततः गच्छतु अथवा न जानामि कुत्र अस्ति, किन्तु एतादृशध्वनिः मास्तु इति. न जानामि पुस्तकस्य ध्वनिः तु कुतः आगच्छति ध्वनिः. एवं करोमि, साफ्ट् म्यूट् करोमि. न, अस्तु अस्तु, पश्यामः. यदि ध्वनिः समाप्तः भवति समीचीनम्, अन्यथा साफ्ट् म्यूट् कर्तुं शक्नुमः. अग्रे महोदय. चक्षुः, चक्षुषि, चक्षूंषि. परिषदौ द्विवचनमस्ति. परिषद् प्रातिपदिकमस्ति. परिषद्, परिषदौ, परिषदः. कर्म किं? स्त्रीलिङ्गं, दकारान्तस्त्रीलिङ्गमस्ति महोदय. समीचीनं. कर्माणि. प्रतिवारं तत्र प्रातिपदिकं किम् अपि चेत् लिङ्गं किम् इति वदतु अहं. कर्मन् प्रातिपदिकं, नकारान्त नपुंसकलिङ्गशब्दं. मनसि द्विवचनमस्ति. आं महोदय. नपुंसकलिङ्गशब्दः, शब्दः, शब्दः. मनसि द्विवचनं. मनस् प्रातिपदिकमस्ति. सकारान्त नपुंसकलिङ्गशब्दः. मनः, मनसि, मनांसि. सरितः बहुवचनं. सरित् सकारान्तस्त्रीलिङ्गशब्दः. सरित्, सरितौ, सरितः. जगत् सकारान्त नपुंसकलिङ्गशब्दः. जगत्, जगति, जगन्ति. आपस् तकारान्त स्त्रीलिङ्गशब्दः आपत् आपदौ आपदः. अस्तु, समीचीनमस्ति. तर्हि अग्रे सरेम. अधुना विर्जिनिया सुब्रह्मण्यं महोदय तत्र अग्रे पठति वा? आमाम्. आवरणे दत्तानां शब्दानाम् आधारेण रिक्तस्थानानि कोरयत. उदाहरणार्थं सरितौ सरित् प्रवहतः. प्रथमवाक्यम् अर्जुनस्य धनुष स्वयं शब्दं करोति. अर्जुनस्य धनुः स्वयं शब्दं करोति. हा, समीचीनमस्ति. अग्रे गीतायाः वचस् अमृतसदृशानि. गीतायाः वचनानि अमृतसदृशानि. अत्र अस्माकं तत्र स्त्रीलिङ्गे एकः शब्दः अस्ति वाच्. सः शब्दः केवलं सावधानं पश्यन्तु. अत्र वाच् इति शब्दः स्त्रीलिङ्गे अस्ति, सः शब्दः भिन्नः अस्ति. अत्र लिङ्गं किम् अस्य शब्दस्य? वचस्. वचस् इति अस्य शब्दस्य लिङ्गं किम्? दर्शनेन वयम् अनुमानं कर्तुं शक्नुमः. स्त्रीलिङ्गशब्दः नास्ति. अत्र मनस् इव अस्ति. मनस् तर्हि नपुंसकलिङ्गशब्दः. हा, तर्हि किं स्यात् रूपं? मनांसि. हा, तर्हि वच् मनः मनसि मनांसि. तर्हि वच् किमस्ति? मनः मनसि मनांसि. वदतु तत्र. हा, नाम प्रथम द्वितीय बहुवचनं तत्र वदतु. वच् अस्ति अस्य वचः वचसि वचांसि. हा, अपि च अत्र अमृतसदृशानि इति कृत्वा तत्र किं वचनमपेक्षितं? बहुवचनमपेक्षितम्. अस्तु अस्तु, तर्हि वाक्यं किं? गीतायाः वचांसि अमृतसदृशानि. अग्रे कृष्णस्य आशिष् अर्जुनः जयं प्राप्नोति. कृष्णस्य आशिषः अर्जुनः जयं प्राप्नोति. का विभक्तिः अस्ति? प्रथमाविभक्तिः. प्रथमाविभक्तिः अत्र नास्ति. आशिषः. नाम प्रथमतया वाक्यस्य दर्शनेन इदानीं रूपं मास्तु. इदानीं विभक्तेः चिन्तनं तत्र वाक्यविन्यासं दृष्ट्वा तत्र का विभक्तिः अपेक्षिता? कृष्णस्य अर्जुनः जयं प्राप्नोति. वदतु. कृष्णस्य अन्यस्य कस्यचित् चिन्तनम् अन्य कोऽपि वदतु? आशिषे अर्जुनः जयं प्राप्नोति. चतुर्थी विभक्ति महोदय. चतुर्थी भवितुम् अर्हति. एतादृशचिन्तनं भवितुम् अर्हति यत् चतुर्थी तस्मिन् किन्तु इतोपि साधारणचिन्तनमपि अस्ति इति अहं मन्ये. तत्र यत्र चतुर्थी अत्र चतुर्थी इत्युक्ते आशयः अथवा अधिकरणं. तस्मिन् अधिकरणे तस्मिन् आश्रये टेकिङ्ग् द शेल्टर् आफ़् तत् कृष्णस्य आशीः तत्र अर्जुनः जयं प्राप्नोति इति भवितुमर्हति चतुर्थी. अन्यत् किमपि भवितुमर्हति वा? तृतीया. तृतीया अत्र तृतीया इत्युक्ते इत्युक्ते किं माध्यमं माध्यमम् अथवा कारणं हेतुः माध्यमम् इति कारणं हेतुः इति तृतीया भवितुमर्हति. चतुर्थी इति आशयः, तृतीया इति कारणम् अथवा माध्यमम्, अन्यत् कार्यं तत्र कारणम् अथवा माध्यमं कारणार्थे अन्य कापि विभक्तिः भवितुमर्हति कारणार्थे हेतुवार्थे. अत्र पञ्चमी अपि पञ्चमी अपि भवितुमर्हति. तर्हि तृतीया पञ्चमी हेत्वार्थे आश्रयार्थे चतुर्थी इति प्रायः अपि स्यात्. तर्हि अत्र शिवभगिनी पुनः वदतु, तत्र तृतीया अस्ति चेत् किं वाक्यं? कृष्णस्य अर्जुनः जयं प्राप्नोति. समीचीनमस्ति. सन्ध्या भगिनी, पञ्चमी अस्ति चेत् वाक्यं किम्? पुनः पञ्चमी विभक्तिः अस्ति चेत् तत्र वाक्यं किं भवति? वाक्यं वदतु. कृष्णस्य आशिषः अर्जुनः जयं प्राप्नोति. अत्र तस्मात् तस्मात् कारणात् तस्मात् कारणात् अर्जुनः जयं प्राप्नोति अथवा तेन कारणेन अर्जुनः जयं प्राप्नोति अथवा तस्मिन् आश्रये अर्जुनः जयं प्राप्नोति इति अपि प्रायः स्यात्. अस्तु, अग्रे सरेम. तर्हि सन्ध्या भगिनी अग्रे पठतु चतुर्थं वाक्यं. सम्पद् अथवा विपद् उद्वेगकारिण्यो. अत्र उद्वेगकारिण्यो इत्यस्य वचनं किम्? अथवा प्रथमा विभक्तौ अस्य रूपं किम्? उद्वेगकारिण्यो इत्यस्य तत्र एकवचने किं स्यात्? द्वितीयवचनम् उद्वेगकारिण्यौ इति चिन्तयन्तु. तत्र तत्र एकवचने किं रूपं किं स्यात्? अत्र स्त्रीलिङ्गशब्दः अस्ति इति वदामि सङ्केतं दत्वा. स्त्रीलिङ्गशब्दः अस्ति. ओके. नदी शब्दवत् उद्वेगकारिणी. हा, उद्वेगकारिणी इति एकवचने. तर्हि अस्य वचनं किं? द्विवचनम्. उद्वेगकारिण्यौ इति द्विवचने प्रथमाविभक्तौ द्विवचने. तर्हि अत्र सम्पद् विपद् द्वयमपि अपेक्षितमस्ति. वदतु. ओके. सम्पदौ अथवा विपदौ उद्वेगकारिण्यौ. अत्र किञ्चित् जातिलीयमस्ति, बहु क्लेशः नास्ति. किन्तु अत्र किमस्ति, अत्र उद्वेगकारिण्यौ द्विवचने अस्ति यतोहि शब्दद्वयमस्ति सम्पद्. ओके, अवगच्छामि. तर्हि सम्पद् विपद् उद्वेगकारिण्यौ. तत्र बहु सम्यक् अस्ति. तत्र पुनः इतोपि स्पष्टतया वक्तुम् इच्छामश्चेत् तत्र च इति संयोजयितुं शक्नुमः. सम्पद् विपद् च उद्वेगकारिण्यौ. सम्पद् विपद् च उद्वेगकारिण्यौ. समीचीनमस्ति. अस्तु, पद्मा भगिनी अग्रे. आम्, हसैः शोभन्ते तरत्प्रातिपदिकपदं तरांसि हसैः शोभन्ते. समीचीनमस्ति. सुरांसि हंसैः शोभन्ते. अत्र हंसः, हंसशब्दं वयं सर्वे जानीमः वा? हंसशब्दं सन्ध्या भगिनी जानाति वा? किं शब्दः? पक्षिविशेषः, प्रसिद्ध, अतीवप्रसिद्धपक्षिविशेषः. जानाति? जानामि. अत्र अत्र सरांसि हंसैः शोभन्ते इति वाक्यस्य अर्थः कः? शिल्पा भगिनी वदतु. शिल्पा भगिनी अस्ति वा? क्षम्यतां, सरांसि हंसैः शोभन्ते वाक्यार्थः. अहं प्रयत्नं करोमि. शोभन्ते इत्युक्ते ज्वलति इव शोभन्ते. शोभन्ते इत्युक्ते शोभः, शोभन्ते इति अपि तत्र भारते साधारणशब्दः. शोभन्ते इत्युक्ते तत्र सुन्दरं. हा, सम्यक् सुन्दरम् अस्तु. सरस्, सरस् इत्युक्ते किं? सरोवरः. सत्यं. तर्हि सरोवराः सुन्दराः सन्ति यतः हंसाः तत्र सन्ति. इति अर्थः अस्ति. समीचीनम्. अस्तु अस्तु, तर्हि अग्रे. अस्तु, विजिन्या सुब्रह्मण्य महोदय तत्र अग्रे वदतु. भगवान् अर्जुनाय दिव्ये चक्षुष दत्ते. भगवान् अर्जुनाय दिव्ये चक्षुषौ दत्ते. भगवान् चक्षुः दत्ते अर्जुनाय दिव्ये. अत्र अत्र प्रश्नः अस्ति यत् चक्षुषौ दिव्ये इत्यस्य वचनं किम्? प्रथमतया सुब्रह्मण्य महोदय, तत्र चक्षुष इत्यस्य लिङ्गं किम्? नपुंसकलिङ्गशब्दः. अत्र दिव्ये इति अस्य शब्दस्य विशेषणमस्ति. अस्तु, विशेषणमस्ति. दिव्य इति प्रातिपदिकमस्ति. अकारान्त नाम चिन्तनम् इदानीम् अहं वदन् अस्मि. दिव्ये इति अस्य प्रातिपदिकं दिव्य अकारान्त शब्दः अस्ति. त्रिषु वचनेषु भवति. दिव्यशब्दस्य रूपं भिद्यते लिङ्गम् आधारीकृत्य. लिङ्गम् आधारीकृत्य दिव्यशब्दस्य रूपं परिवर्तते. इति कारणेन अस्माभिः प्रथमतया यदा वयं वचनं ज्ञातुमिच्छामः तदा अस्माकं प्रथमं चिन्तनमस्ति यत् लिङ्गं किम्, लिङ्गं किम्. तर्हि अत्र चक्षुष इति भवता उक्तं यत् नपुंसकलिङ्गशब्दः अस्ति. तर्हि दिव्ये इति विशेषणमस्ति. कस्यचित् चक्षुष नपुंसकलिङ्गशब्दस्य, तर्हि अत्र विभक्तिः विभक्तिः का अपि च वचनं किमपि, विभक्तिः का इति तत्र वाक्यस्य सन्दर्भं दृष्ट्वा जानीमः. तत् प्रथमतया विभक्तिः का तत्र दत्ते, अत्र दत्ते दत्ते इति कीदृशरूपम् अस्ति? प्रायः नूतनरूपं स्यात् दत्ते, दत्तवान् दत्तवान् अत्र तत्र भूतकालस्य अर्थः वा? अत्र दा धातुः अस्ति, दा धातुः अस्ति. सामान्यतया तत्र परस्मैपदस्य रूपाणि वयं पश्यामः, किन्तु अत्र भगवान् इति अस्ति खलु, भगवान् अर्जुनाय दिव्ये दत्ते. अत्र कर्तृपदं किम् अस्मिन् वाक्ये, कर्तृपदं किं? भगवान् हा भगवान्. तर्हि भगवान् इत्यस्य वचनं किम्? एकवचनमस्ति. तर्हि क्रियपदम् अपि एकवचने भवेत् खलु. कर्तृपदं तत्र कर्तृप्रयोगे कर्तृपदं कर्तृपदस्य रूपं यथा, तत्र क्रियपदस्य रूपमपि तथा भवति खलु न वा? यथा बालकः आपणं गच्छति, बालकः एकवचने अस्ति, अतः गच्छति एकवचने अस्ति. बालकौ गच्छतः, बालकाः गच्छन्ति खलु. तर्हि दत्ते इति एकवचने अस्ति, ददाति, किन्तु ददाति इति अस्मिन् अर्थे अस्ति, ददाति इति अस्मिन् अर्थे अस्ति, किन्तु उभयपदीधातुः अस्ति, उभयपदीधातुः अस्ति, अत्र आत्मनिपदीरूपमस्ति. अवगच्छति वा? तर्हि दत्ते, अतः दत्ते इति रूपमस्ति. तर्हि वर्तमानकालस्य रूपमस्ति दत्ते, भगवान् दत्ते. कस्मै दत्ते? अर्जुनाय. कं दत्ते? दिव्ये. तर्हि अत्र दिव्ये इति का इति विभक्तिः का? सारांशः अस्ति यत् अत्र विभक्तिः का दिव्ये इत्यस्य? चतुर्थी कथं वा स्यात्? द्वितीया विभक्ति द्विवचनं महोदय. हा, यत् यत् वयं ददामः, यद् यद् वयं दद्मः, तस्य द्वितीयविभक्तिः खलु. नाम दिव्ये दिव्ये इति चतुर्थी अस्ति चेत् तत्र तस्य रूपं किं स्यात्? नाम प्रथमतया दिव्ये इति चतुर्थी यदि अभविष्यत् तर्हि कस्य विशेषणम् अभविष्यत्? कस्य विशेषणं? चक्षुषे. न, अस्मिन् वाक्ये दिव्ये यदि चतुर्थी यदि वयं वक्तुम् इच्छामः यत् चतुर्थी विभक्तौ अस्ति, तस्य कस्य शब्दस्य विशेषणम्? अर्जुनाय इति अस्ति का विभक्तिः? चतुर्थी विभक्तिः अर्जुनाय, अर्जुनाय. तर्हि यदि वयं वक्तुम् इच्छामः यत् अर्जुनाय इति चतुर्थी दिव्ये अपि चतुर्थी अस्ति चेत् तस्य नाम अर्जुनस्य विजिन्यं सुब्रह्मण्यं महोदय, तत्र दिव्ये इति अर्जुनाय शब्दस्य विशेषं वा? हा, नास्ति खलु. नाम यः वाक्यं रचितवान् सः वक्तुं न इच्छति यः यत् अर्जुनः दिव्यः इति वक्तुम् इच्छति वा? न. तर्हि कथं वा चतुर्थी भवेत्? चतुर्थी कथं वा स्यात्? चिन्तयतु बहु, न भवितुमर्हति खलु. आगच्छामि. अस्तु, तर्हि पद्मा भगिनी अग्रे वदतु. कृष्णस्य मानुषरूपं दृष्ट्वा अर्जुनः सचेतः संवृत्तः. कृष्णस्य मानुषरूपं न एकमेषः अस्माकं चिन्तनं प्रवर्तमानमस्ति षष्ठे वाक्ये. अस्माकं चिन्तनं समाप्तं नास्ति. ओ क्षम्यताम्. भगवान् अर्जुनाय दिव्ये चक्षुषि दत्ते. न अत्र वदनेन अस्माकं न कोऽपि लाभः. मम चिन्तनं प्रवर्तमानमस्ति. अत्र दिव्ये इति अस्य इति कीदृशं शब्दमस्ति? केवलं पृष्ठस्य पृष्ठभागे उत्तरस्य दर्शनेन न कोऽपि लाभः. दिव्ये इति कीदृशमस्ति? कीदृशरूपमस्ति? एतावता वयं किं नाम अस्माकं चिन्तनमपेक्षितमस्ति. केवलम् उत्तरस्य ज्ञानेन न कोऽपि लाभः. अत्र चिन्तनं किं? प्रथमतया भगवान् प्रथमा विभक्तौ अस्ति. दत्ते इति आत्मनेपदरूपमस्ति लट्लकारस्य एकवचने. भगवान् दत्ते, दत्ते इत्युक्ते ददाति. दाति धातुः उभयपदे अस्ति इति अवगच्छन्ति? नाम यथा करोति इति परस्मैपदीरूपमस्ति, तस्य आत्मनिपदीरूपं किं? कुरुते. कुत्रचित् उभयपदी दातु भवति खलु. अत्र तथा अत्र ददाति दत्ते इति समानमस्ति. दत्ते तर्हि यथा ददाति दत्तः ददति परस्मैपदी आत्मनिपदी दत्ते ददाति ददते. तर्हि एकवचने ददाति इत्युक्ते दत्ते. दत्ते इति रूपमस्ति. तर्हि भगवान् दत्ते कस्मै? अर्जुनाय. कं ददाति? अत्र न कस्मै इति चतुर्थी, कं ददाति इति द्वितीय अस्ति खलु. द्वितीय अस्ति. तर्हि भगवान् अर्जुनाय विजिन्यसुब्रह्मण्यं महोदय तत्र वदतु. तत्र दिव्ये इति का विभक्तिः अवगच्छति वा? दिव्ये न महोदय, चतुर्थी. न मेसचूसेट्स् सुब्रह्मण्यं महोदय, भवान् उक्तवान् एव, पुनः वदतु दिव्ये इति. अत्र दिव्ये द्वितीया विभक्ति द्विवचनम् अस्ति महोदय. हा यथा वनानि तत्र मया उक्तं पूर्वं, दिव्य इति अकारान्तशब्दः अस्ति. इदानीं कस्यचित् शब्दस्य विशेषणमस्ति खलु. चक्षुष् इत्यस्य विशेषणमस्ति. चक्षुः इति द्वितीयविभक्तिः अस्ति. यद्दद्मः तस्य द्वितीयविभक्तिः भवति खलु. अहं पुस्तकं ददामि विजिन्यं सुब्रह्मण्यमहोदय, तत्र अहं पुस्तकं ददामि. पुस्तकम् इत्यस्य का विभक्तिः? अहं बालकाय पुस्तकं ददामि. तत्र बालकाय अत्र ध्वनिः कुतः आगच्छति? कुत्र अस्ति ध्वनिः? मम अवगमनं नास्ति. तत्र अत्र बालक तत्र बालकः मित्राय पुस्तकं ददाति. बालकः मित्राय पुस्तकं ददाति. अत्र बालकाय इति का विभक्तिः? बालकः प्रथम एकवचने. मित्राय चतुर्थी. पुस्तकं नपुंसकं एकवचनम्. न बालकः मित्राय पुस्तकं ददाति. पुस्तकम् इति का विभक्तिः? तर्हि बालकः मित्राय पुस्तकं ददाति इति यथा वाक्यमस्ति. वयं तस्य वाक्यस्य संरचनं वयम् अवगच्छामः. बालकः मित्राय पुस्तकं ददाति. इदानीं सुन्दरं पुस्तकं. बालकः मित्राय सुन्दरं पुस्तकं ददाति इति वाक्यमस्ति. यथा तद् वाक्यम् अस्य वाक्यस्य संरचनमपि तथा अस्ति. बालकः मित्राय सुन्दरं पुस्तकं ददाति. भगवान् अर्जुनाय दिव्ये दत्ते इति रूपमस्ति. तर्हि यथा सुन्दरं पुस्तकं द्वितीया विभक्तिः अस्ति खलु, तथैव तथैव विजिन्यसुब्रह्मण्यमहोदय तत्र अवगच्छति वा? दिव्ये अपि तथा, यतोहि अत्र सुन्दरं पुस्तकम् एकवचने अस्ति. इदानीं पुस्तकद्वयमस्ति चेत् कथं भवति? पुस्तके. हा, तर्हि वाक्यं, यदि पुस्तकद्वयमस्ति वाक्यं वदतु. इदानीं बालकः मित्राय द्वे पुस्तके, द्वे पुस्तके इति न, सुन्दरं पुस्तकं द्विवचने करोतु. सुन्दरे पुस्तके ददाति. हा, बालकः मित्राय सुन्दरे पुस्तके ददाति. सुन्दरे पुस्तके, सुन्दरे दिव्ये तथैव अस्ति. यथा सुन्दरे सुन्दरे पुस्तके, दिव्ये अपि तथा. दिव्ये पुस्तके ददाति, बालकः मित्राय दिव्ये सुन्दरे पुस्तके ददाति. अवगच्छति वा? तर्हि दिव्ये तथा अस्ति. इदानीं चक्षुष इत्यस्य का विभक्तिः किं वचनं? विजिन्यसुब्रह्मण्यमहोदय भवान् वदतु, का विभक्तिः किं वचनम् अपेक्षितं? द्वितीय द्विवचनं. हा, इदानीं वदतु वाक्यं. रूपं किमस्ति द्वितीय द्विवचनं तत्र चक्षुष शब्दस्य? चक्षुः, चक्षुषि, चक्षुंषि. द्वितीया विभक्तिः. हा हा, चक्षुषि. चक्षुषि, चक्षुषि इति रूपमस्ति. अस्तु, इदानीं वाक्यं किं? भगवान् अर्जुनाय दिव्ये चक्षुषि दत्ते. स्पष्टमस्ति? आमहं. हा, सर्वे अवगच्छन्ति? पद्मा भगिनी, सुभा भगिनी, महोदय, आं महोदय, सन्ध्या भगिनी. आम्, अस्तु अस्तु, अवगच्छामि. ओ अस्तु, हा अवगच्छामि. अस्तु, अग्रे तर्हि विजिन्यमहोदय मेसचुसेट्स् सुब्रह्मण्यमहोदय तत्र अग्रे. कृष्णस्य मानुषं रूपं दृष्ट्वा अर्जुनः संवृत्तः. कृष्णस्य मानुषं रूपं दृष्ट्वा अर्जुनः सचेतः संवृत्तः. हा, प्रायः सचेताः किञ्चित् असामान्यरूपमस्ति. सचेताः एकवचने अस्ति अत्र. सचेताः, सचेताः इति किञ्चित् अपवादरूपेण अस्ति. कुत्रचित् तथा भवति. अस्तु, अग्रे सरेम. सचेताः संवृतः. अस्तु, शिल्पा भगिनी अग्रे. श्रुणोति वा? योगी, योगी कर्मण् कुशलः. कुशलः कुशलः विशेषणमस्ति वा कुशलः योगी? योगी, योगी प्रथम विभक्ति. योगी कर्मणा कुशलः अथवा योगी अथवा कर्मणि सप्तमी एव अस्ति. नो, योगी सप्तमी. योगी, योगी इति प्रथमा विभक्तिः अस्ति, किन्तु अत्र कर्मन् इति सप्तमी करोतु. ओ, योगी कर्मणि कुशलः. हा, अत्र कुशलः नाम सम्यक् रूपेण जानाति अथवा करोति. सप्तमी, कुशलशब्दस्य सामान्यतया सप्तमी इति प्राप्नोति. योगी कर्मणि कुशलः, अथवा यथा कार्यं योगी कार्ये कुशलः इति सप्तमी अस्ति. अस्तु, अग्रेसरेम. पद्मा भगिनी अग्रे पठतु. आं महोदय, तृतीयपाठ महोदय, क्षम्यताम्, एकः प्रश्नः. सचेत रूपाणि भिन्नानि, भिन्नम् अस्ति खलु? सत्यं. अहं ज्ञातुमिच्छामि तत् शब्दः, रूपाणि शब्दरूपाणि किञ्चित् दृष्ट्वा प्रशिष्यामि, दृष्ट्वा प्रशिष्यामि सचेताः कथं सन्ति. प्रायः प्रथमविभक्तौ एव भिन्नः स्यात् इति अहं मन्ये. सचेताः कुत्रचित् बहुवचने एव दृश्यते, बहुवचने तत् नास्ति, एकवचने एव सचेताः. कुत्रचित् तथा भवति. प्रायः अवशिष्टरूपाणि समानानि, सामान्यानि सन्ति, स्युः इति अहं मन्ये. केवलं प्रथमविभक्तौ तत्र भेदः इति अहं मन्ये, किन्तु अनन्तरं दृष्ट्वा वदामि. अस्तु, पञ्चनिमेषाः विशिष्टाः. तत्र पद्माभगिनी अग्रे पठतु पाठस्य. पुनः आगच्छामि. पुनः अहं क्षम्यतां, दूरवाणीतः बहिः गतवान्, पुनः आगतवान्. न, नास्ति चिन्ता. अस्तु, पद्माभगिनी अग्रे. आम्, पाठस्य आधारेण येषां प्रश्नानाम् उत्तराणि लिखिता, कानि कानि नवाभ्यासपूर्णानि भवन्ति? एतत् सर्वं कथां दृष्ट्वा लेखनीयमस्ति, अतः इदानीं समयः नास्ति. तत् एवम् एतत् त्यजाम. अत्र सर्वे कुर्वन्तु, गृहपात्ररूपेण कुर्वन्तु तृतीय अभ्यासं. तत्र एकश्लोकं पठामः, अनन्तरं एवं विरमामः. अत्र अग्रे पठतु, कुत्र एतैः श्लोकैः उच्चैः पठत. एतौ श्लोकौ उच्चैः पठत. दशकूपसमा वापि दशवापि समोद्धृदः, दशहृदसमः पुत्रो दशपुत्रसमोद्ध्रुमः. अस्तु, अर्थं पठतु. एका वापि दशकूपैः समा भवति, एकः हृदः दशवापिभिः समः भवति. अत्र एकं वदामि, अत्र हृदः नास्ति, हृदः. एकः हृदः दशवापिभिः समः भवति, एकः पुत्र दशहृदैः समः भवति, किन्तु एकः वृक्षः तादृशैः दशपुत्रैः समः भवति. अस्तु, तर्हि सर्वे शब्दाः ज्ञाताः अस्माभिः. वापि इत्युक्ते सरोवरः, नदी, सरोवरः. दशकूपसमा वापि. अनन्तरम् अग्रे, एकः हृदः दशवापिभिः समः भवति, एकः हृदः अहं न जानामि. हृदः अपि तथा अस्ति, नाम तत्र वापि इति स्त्रीलिङ्गशब्दः अस्ति, वापि. तत्र लघु सरोवरः अस्ति, अत्र हृदः इति पुनः बृहत् अस्ति. हृदः, एकः हृदः दशवापिभिः, दशगुणबृहान् अस्ति. परन्तु पुत्रः हरदः समानेव अहं न इति एव नाम श्लोकेन उक्तमस्ति. किं वदामः, एकः पुत्रः दशहृदैः समः अस्ति, अनन्तरं किन्तु एकः वृक्षः तादृशैः दशपुत्रैः समः भवति. वृक्षः नाम तस्य एकस्य वृक्षस्य मूल्यम् इति वदति अत्र, न तु पुत्रस्य. पुत्रस्य मूल्यं बहु अस्ति, तदपेक्षया वृक्षस्य मूल्यं पुनः अधिकमस्ति. अतः द्रुमहति इति वृक्षः द्रुमः इत्युक्ते वृक्षः एकः पुत्रः दशहृदैः समः भवति, किन्तु एकः वृक्षः तादृशैः दशपुत्रैः समः भवति. तस्य मूल्यं बहु अधिकमस्ति इति अवगतं. तत्र समः इत्युक्ते सदृशः, अपि च यत्र दशकूपसमा वापि, तत्र कूप अत्र समस्तपदमस्ति, तत्र लुप्तविभक्तिः अस्ति तृतीया. दशकूपेन समा वापि तत्र दशवाप्या समो हृदः, तत्र तृतीया अस्ति दशवाप्या. सामान्यतः तत्र तृतीया विभक्तिः भवति, सदृशः अथवा समः इति अस्य तृतीया, अथवा षष्टिः अपि भवितुमर्हति, किन्तु तृतीया इति विशिष्टविभक्तिः अस्ति. दशहृदेन समः पुत्रः, दशपुत्रेण अथवा वृक्षः, अथवा बहुवचने कर्तुं शक्नुमः. दशकूपैः इति स्यात्, दशकूपैः समावापि, दश कूपीभिः समो हृदः, दशहृदयेन दशहृदैः समः पुत्रः, दशपुत्रैः समः द्रुमः इति अर्थः अस्ति. अस्तु, मेसचूसेट्स् सुब्रह्मण्यमहोदय तत्र अन्तिमं पठति वा. महोदय, काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी, देशोऽयं क्षोभरहितः सज्जनाः सन्तु निर्भयाः. उचिते काले वृष्टिः भवतु, भूमिः सस्यशालिनी भवतु, देशे कोऽपि क्षोभः मा भवतु, सज्जनाः निर्भयाः भवन्तु. इति कोऽपि अज्ञातशब्दः अस्ति वा? उचिते काले वृष्टिः भवतु, नाम अस्माकं प्रार्थना अथवा इच्छा इति तावदेव अस्ति. उचिते काले वृष्टिः भवतु इति स्पष्टं स्यात्. अग्रे, भूमिः सस्यशालिनी इति अवगच्छन्ति सर्वे? शुभा भगिनी, भूमिः सस्यशाली, शाली इत्युक्ते अत्र शालिन् प्रातिपदिकमस्ति, शालिन् नकारान्तशब्दः अस्ति. तत्र यथा मतुप् शब्द मतुप् अथवा इनिपतयः, तत्र शालिन् इत्युक्ते अस्य अस्मिन् वा. यथा भूमिः सस्यवती, यथा धनवान् बालकः धनवान् अथवा धन शाली अथवा धनवान् बालकः धनवान् धनशाली, तर्हि भूमिः सस्यशालिनी. यथा विद्यार्थिनी अस्ति, गुणिनी अस्ति, सस्यशालिनी. भूमिः स्त्रीलिङ्गे स्त्रीलिङ्गे अस्ति, भूमिः सस्यशालिनी भवतु, देशे कोऽपि क्षोभः. तत्र विर्जिन्या न मेसचूसेट्स् सुब्रह्मण्यमहोदय, तत्र क्षोभशब्दस्य अर्थः क्षोभः मान्ये किमपि अनावृष्टिः न भवतु, देशे कोऽपि क्षोभः मा भवतु. क्षोभः नाम आपत्तिः, क्लेशः, कठिन्यः. काठिन्यं दुःखं या दुर्लभं अनावृष्टिः सत्यं सत्यं सत्यं समावृष्टिः मा भवतु. सज्जनाः निर्भयाः भवन्तु. निर्भयाः इति विना भयेन. सत्यम्. अस्तु तर्हि श्लोकं पुनः पठतु एकवारं. काले वर्षतु पर्जन्यः पृथिवी तस्य शालिनी. पर्जन्यः माने मान्ये वर्षं जलम्. अत्र मेघः पर्जन्यः तत्र प्रागद्वयमस्ति. तत्र पृश् इति धातुः पर्षते. पर्षते इत्युक्ते आर्द्रः भवति. आर्द्रः नाम यत्र जलमस्ति. पर्षते इति आत्मनिपदिधातुः अस्ति. पृश् पर्षते. अनन्तरम् अत्र जन्यः नाम जन्यं. मेघः पृष्ठजन्यमस्ति. जलजन्यमेघः तः पर्जन्यः. अस्तु अग्रे. काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी. देशोऽयं क्षोभरहितः सज्जनाः सन्तु निर्भयाः. स्पष्टमस्ति सर्वेषां कृते? महोदय. अस्तु समीचीनमस्ति. तर्हि इदानीं प्रायः तावत् एव अस्ति. कोऽपि प्रश्नः अस्ति चेत् पृच्छन्तु, नो चेत् एवं कुर्मः. तत्र अस्मिन् सप्ताहे गृहपाठः भविष्यति. सर्वे हलन्तशब्दाः ज्ञातव्याः, केवलम् अन्तिमशब्दद्वयं न, सर्वे. अपि च तत्र तृतीय अभ्यासं कुर्वन्तु. अनन्तरम् अग्रिमे सप्ताहे तत्र अमरकोशः तत्र यत् किं यत् लिखितमस्ति तत् पठित्वा अग्रे सरेम. समीचीनं वा? अस्तु अस्तु तर्हि विरमाम. धन्यवादः. धन्यवादः. नमस्कारः. धन्यवादः. धन्यवादः. पुनर्मिलामः. स्वरूपमहोदय.